नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति स्थानिवद्भावः इति विषयः. तत्र एतावता स्थानिवत् आदेशौ अनल्विधौ इति सूत्रं ज्ञातम्. अनन्तरम् अचः परस्मिन् पूर्वविधौ इति सूत्रमपि अस्माभिः ज्ञातम्. इदानीम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधकसूत्रं वर्तते. न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चर्विधिषु इति सूत्रं. तत्र परनिमित्तिकः अजादेशः पूर्वविधौ कर्तव्ये स्थानिवद्भवति इति अचः परस्मिन् पूर्वविधौ इति सूत्रार्थः. तर्हि परनिमित्तिकः अजादेशः पूर्वविधौ कर्तव्ये स्थानिवद्भावः न भवति. कदा न भवति इति चेत् पदान्ते कार्याणि सन्ति चेत्. पदान्ते इत्यत्र अस्माभिः कानि सन्ति इति उदाहरणम् अस्माभिः परिशीलितं. कानि सन्ति इत्यत्र कानि इत्यत्र पदान्ते इको एणचि इति प्राप्तम् आसीत् इति सूत्रं प्राप्तम् आसीत्. परन्तु तत्र स्थानिवद्भावेन परन्तु पदान्तविधौ अचः परस्मिन् पूर्वविधौ इति सूत्रं न प्रवर्तते इति कृत्वा तत्र स्थानिवद्भावः न भवति इति अस्माभिः दृष्टम्. इति कृत्वा एव कानि सन्ति इति रूपं लभ्यते इति दृष्टवन्तः. इदानीम् अग्रिमम् अस्ति तत्र द्वित्वविधिः इति. तद् इदानीं वयं पश्यामः. तर्हि वंशी भगिनी आरब्धुमिच्छति वा? नमस्कार भगिनि. हा नमस्कारः. द्वित्वविधिः किल तत्र द्वित्वविधिः. द्वित्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवद्भावः न प्राप्नोति. यथा सुधीयोगः उपास्यः सुधीभिः उपास्यः इति तृतीया तत्पुरुषसमासः. सुध्या योगः उपास्य इको एणचि इत्यनेन यनादेशः अचि परे. एतावत् अग्रिममपि पठित्वा वदामि. शुद्ध्या योगः उपास्य अस्यां स्थितौ अनचि इत्यनेन द्वित्वं प्राप्तम् अस्ति. येन अचः परस्य यरोद्वेवास्तः न त्वचि. अतः शुद्ध्य उपास्य इति भवति स्म. अर्थात् शुद्ध्य इत्यत्र उकारस्य अनन्तरं यर्वर्णस्य थकारस्य द्वित्वम् अनचि परे भवति स्म. अनचि च इत्यनेन सूत्रेण अस्तु. तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधकसूत्रमस्ति. न पदान्तदुर्वचनवरेयलोपस्वरसवर्णानुस्वार्गदीर्घजश्चरविधिषु इति सूत्रमस्ति. पदान्तविधिः यत्र अस्ति तत्र निषेधः अस्ति इति पूर्वस्मिन् कक्षायां दृष्टवन्तः. अस्मिन् कक्षायाम् अधुना तु द्वित्वविधिः इति यथा भवति तत्र निषेधः अजादेशः स्थानिवद्भावः न प्राप्नोति इति एव तत्र विषयः अस्ति. द्वित्वविधिः द्वित्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवद्भावः न प्राप्नोति इति एव तत्र अस्य स्थानिवद्भावं न प्राप्नोति इति अस्य दलस्य विवरणमस्ति. तस्य उदाहरणमस्ति सुधीयोगः उपास्यः इति उदाहरणं. तत्र सुधिभिः उपास्यः इति विग्रहवाक्यमस्ति. तृतीया तत्पुरुषसमासः अस्ति तत्र. सुध्ययोगः उपास्य इति तत्र सुधी इत्यस्य ईकारः परे यतः उकारः अस्ति इति कारणात् तत्र इको एनर्जि इत्यनेन इकः स्थाने यण् आदेशः भवति इको एनर्जि इति सूत्रेण. अतः तत्र इकारस्य स्थाने यकारः आदेशः अभवत्. अधुना तु सुध्ययोगः उपास्य अस्यां स्थितौ तत्र अनचि च इति सूत्रस्य प्रवृत्तिः स्यात्. किमर्थमित्युक्ते तत्र धकारः हा तत्र धकारस्य द्वित्वं भवति. यतोहि अचः यरा यरो द्वे वा स्तः अचि अनचि परे इति सूत्रार्थः इति प्रायः इति वदामि. अनचि च इति सूत्रस्य विवरणमस्ति. अच् परे यदा यर् वर्णः भवेत् तस्मात् अनन्तरं अच् वर्णः न भवेत् इति एव तत्र प्रसज्य प्रतिषेधः अस्ति. परिदासः नास्ति इति कारणात् तत्र हल् वर्णः भवेत् वा न भवेत् वा इति एव तत्र सारांशः अस्ति. इति कारणात् तत्र यकारः हल् वर्णः अस्ति यद्यपि तत्र यकारः नास्ति चेत् अपि तत्र द्वित्वं भवितुम् अर्हति, परन्तु तत्र यकारः अस्ति अथ निमित्तानि पूरितानि, उकारः तस्मात् अनन्तरं धकारः तस्मात् अनन्तरं यकारः अस्ति इति कारणात् तत्र धकारः तु यर्मरणः अस्ति इति कारणात् तत्र धकारस्य द्वित्वं भवति इति स्म भवति स्म, परन्तु तत्र हा इति अस्य अधुना स्थितिः एवम् अस्ति, शुद्ध्ययोगः उपास्य इति स्थितिः अस्ति। अग्रे पठामि वा भगिनि? तत्र हा श्रूयते, तत्र शुद्धि अत्र उकार ओके तद् उक्तम् अनचिच इत्यनेन, अस्तु समीचीनं तर्हि अनचिच इत्यनेन तत् सम्यक् सम्यक् समीचीनं भगिनि, इदानीं धन्यवादः, एतावता इति उक्तं तर्हि स्पष्टमस्ति। तर्हि सुद्य उपास्य इत्यत्र प्रथमतया इको एणचि इति कार्यं करोति यथा भगिनी उक्तवती, तर्हि इकार सुधि इत्यत्र इकारस्य यकारादेशः अचिपरे, इदानीं तत्र अनचिच इति सूत्रं साक्षात् प्रसक्तम् अस्ति, यतोहि सुद्य इत्यत्र सु इत्यत्र उकारः अस्ति, तस्य अनन्तरं धकारः यर् वर्णः अस्ति, तस्य अनन्तरम् अनच् वर्णः यकारः वर्तते इति कृत्वा धकारस्य द्वित्वं भवति, तर्हि द्विवारं द्वित्वं भवितुम् अर्हति। तर्हि इदानीं तत्र सरस्वती भगिनी वदतु, तत्र इदानीं तत्र स्थानिवद्भाव इदानीं पठनस्य आवश्यकता नास्ति, अत्र स्थानिवद्भावस्य विषये किम् अस्ति चिन्तनं? स्थानिवद्भावस्य चिन्तनमस्ति यत् अत्र स्थानिवद्भावस्य न भगिनी स्थानिवद्भावस्य चिन्तनं वा इदानीं किम् अस्ति तस्य चिन्तनम्? इदानीं तु अनचि च अस्य प्रसक्तिः भवति, परन्तु तर्हि स्थानिवद्विषये किमर्थं वयं चिन्तयामः? सामान्यतया स्थानिवद्भावः भवति खलु, सामान्यतया स्थानिवद्भावः इत्युक्ते स्थानिवद्भावस्य विषये कदाचित् स्थानिवद्भावः यदा आवश्यकं तदानीं स्थानिवद्भावः भवति इति न, सामान्यतया स्थानिवद्भावः भवति, स्थानिवद्भावः सामान्यतया भवति, परन्तु अल्विधिः चेत् न भवति इति सामान्यव्यवहारः। एवम् अत्र किं कीदृशचिन्तनम्? अल्विधिः पुनः स्थानिवत् कृते अला अलः अलः अलि एवं भवति, तर्हि अत्र अल् स्थाने एव, तर्हि अलः स्थाने एव द्वित्वस्य विषये वयं चिन्तयामः। नाम इदानीं स्थाने किं स्थानिकः स्थाने अस्ति इकार आदेशः भवति यकार, तृतीयकाले अस्ति अनचि च सूत्रस्य प्रसक्तिः, तृतीयकाले अनच् सूत्रस्य प्रसक्तिः, तर्हि अनचि च धकारस्य द्वित्वं करोति, तर्हि धकार यत् वयं इकोयञ्चि सूत्रस्य वयं प्रसक्तिः अभवत्, तर्हि तत्र तस्मात् पूर्वम् अस्ति, तर्हि तस्मात् पूर्वम् अतः अल् नास्ति न। इदानीम् अनचिच इति सूत्रम् अल्विधिः वा न वा? अनचि च सूत्रम् अल्विधिः नास्ति, अला अलः अलः अलि चत्वारः प्रसङ्गाः सन्ति, अत्र कुत्रापि धकारस्य अत्र अनचि च कृते धकारस्य द्वित्वं भवेत्, परन्तु अत्र अला अलः अलः अलि सर्वत्र इकारस्य स्थाने इकारस्य अभावः, तर्हि धकारस्य नास्ति तद् अत्र स्थानिवद् नास् अलः नास्ति अल्विधिः नास्ति सम्यक् अनल्विधिः खलु अनल्विधिः तर्हि इदानीं अनल्विधिः चेत् किं भवेत्? स्थानिवद्भावः भवेत् स्थानिवदेन सूत्रेण स्थानिवद्भाव स्थानिवद् आदेश नल्विधौ हा स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः स्यात्। किमर्थं स्थानिवद्भावः स्यात् इति वयं वदामः, किमर्थम् अनल् विधिः इति वयं वदामः? अत्र भवती उक्तवती अलः विधिः अलाविधिः इति तत्र नास्ति इति उक्तवती, परन्तु किञ्चित् इतोपि प्रतिपादयतु तत्र अस्माकं सर्वेषाम् अवगमनार्थं, किमर्थम् एतादृशं नास्ति? इको यञ्चे सूत्रस्य कार्यम् इकारस्य स्थाने अभवत्, इकारस्य यकारः अभवत्, अतः इकार परन्तु अनचि। तर्हि प्रथमकाले तु प्रथमकाले स्थानी स्थानी इकार अस्ति, आदेशः द्वितीयकाले आदेशयकारः अस्ति, तृतीयकाल सूत्रमस्ति अनचि च। अनचि च अत्र कदा भवति? अस्य सूत्रस्य प्रसक्तिः अस्ति यदि अचः पर अचः परस्य यर यरौ अस्ति, तर्हि यर द्वे अस्ति, तर्हि द्वे स्तः, तर्हि अत्र एवमस्ति, तर्हि अचः परः द्वे द्वे स्तः, परन्तु द्वे इत्युक्ते तर्हि धकारस्य द्वित्वं भवेत्, परन्तु यद् वयं कृतवन्तः इत्युक्ते इको यणचि तत्तु इकारः आसीत्, इकारः धकार धकारोत्तर आसीत्। तर्हि अल्वर्णस्य यदि वयं पश्यामः तर्हि स्थानिवद् भवति अल् अल् अलविषये चत्वारः प्रसङ्गाः सन्ति, इत्युक्ते अला इत्युक्ते तृतीयस्थाने अथवा अलः। तस्मात् भगिनि एकक्षणं क्षम्यताम्, एकक्षणं, भवती सम्यक्तया उक्तवती, अहमेकमेव वक्तुम् इच्छामि यत् प्रथमतया तत्र अलः विधि अलाविधि इति तस्य चिन्तनस्य चिन्तनात् प्राक् किं करणीयम् इति चेत् अनचि च इति सूत्रस्य प्रवृत्त्यर्थं यानि निमित्तानि अपेक्षितानि तेषु निमित्तेषु तत्र स्थानिनि यः वर्णः अस्ति सः वर्णः अपेक्षितः वा न वा? तर्हि अनचि च तस्य कृते तु यर द्वय भवेत्, तर्हि स्थानि तु इकार अस्ति, तर्हि इकार अस्ति चेत् अत्र अनचि च अस्य प्रसक्तिः एव नास्ति, इकारस्य स्थाने यकार आगच्छति, अतः एव अनचि च अस्य प्रसक्तिः भवितुम् अर्हति। अतः तत्र किं वक्तव्यम्? अनचि च इति सूत्रस्य प्रवर्तनार्थं यानि निमित्तानि अपेक्षितानि तेषु निमित्तेषु कश्चन वर्णः यः वर्णः स्थानिनी अस्ति सः वर्णः अपेक्षितः वा न वा अनचि च इत्यस्य कार्यार्थम्? पुनः एकवारं पृच्छति वा भगिनी? अहम् इत्युक्ते अनचि च इति सूत्रस्य निमित्तानि कानि इति चेत् तत्र प्रथमतया अचुवर्णः भवेत्, तत्तु अस्ति, अनन्तरं यर् वर्णः भवेत् तदपि अस्ति, पुनः तस्य अनन्तरम् अचुवर्णः न भवेत् इति अपि अस्ति खलु? न भवेत्, आमाम्, अचुवर्णः न भवेत्। तर्हि यदि वयं स्थानिवत् वयं चिन्तयामः तर्हि तत्र तु अचुवर्णः अस्ति, तर्हि यदि अचुवर्णः अस्ति तर्हि अनचि च स्थानिवत् यदि वयं चिन्तयामः तर्हि अनचि च अस्य प्रसक्तिः एव न भवति। इत्युक्ते कथं वक्तव्यम् इति चेत् यः अचुवर्णः स्थानिनि अस्ति सः अचुवर्णः अनचि च इति सूत्रस्य कार्यार्थं न अपेक्षितम्। न अपेक्षितम्, आम्, आदेशः एव अपेक्षितम्, आदेशः अस्ति तर्हि अनचि च अस्य प्रसक्ति भवति। इत्युक्ते कथं चिन्तनीयम् इति चेत् स्थानिनि इदानीम् ईकारः अस्ति सः ईकारः अनचि च इति सूत्रस्य कार्यार्थं न अपेक्षितम् खलु, न अपेक्षितम् इति कृत्वा अनचि च इति सूत्रम् अल्विधिः नास्ति अल्विधिः नास्ति चेत् तदानीम् अलाविधि वा अलः विधि वा इति तत्सर्वं चिन्तनस्य आवश्यकता तस्य चिन्तनस्य आवश्यकता न आवश्यकता एव एवं न चिन्तना अस्तु इति कृत्वा प्रथमतया किं चिन्तनीयम् इति चेत् अत्र तृतीयकाले यत् विधिसूत्रम् अस्ति तस्मिन् यानि निमित्तानि सन्ति तेषु निमित्तेषु स्थानिनि यः वर्णः अस्ति सः वर्णः तृतीयकाले विधिसूत्रस्य कार्यार्थम् अपेक्षितं वा न वा इति प्रथमतया वयं पश्यामः। यदि न अपेक्षितं तर्हि अल्विधिः एव नास्ति, अनल्विधिः अस्ति, अनल्विधिः अनल्विधिः अस्ति चेत् अलः विधि वा अलाविधि वा इति तत् सर्वं मास्तु। खलु तर्हि इदानीम् अनल्विधिः इति उक्तं, तर्हि अनल्विधिः इति चेत् स्थानिवत् भवति वा न वा? अनल्विधिः अस्ति तर्हि स्थानिवत् भवति। यदि स्थानिवत् भवति चेत् तत्र किं भवति, अनचि च प्रवर्तते वा न वा? स्थानिवद् अस्ति चेत् अनचि च न प्रवर्तते। तर्हि स्थानिवद्भावः इदानीं कीदृशम् इति वयं वदामः? स्थानिवत् आदेशो अनल्विधौ, हा वदतु। अशास्त्रीयं नाम अशास्त्रीयं भवति। हा स्थानिवत् आदेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् कस्यचित् सूत्रस्य प्रवृत्तिः न भवति चेत् तदानीं तत्तु अशास्त्रीयं भवति, अशास्त्रीयं भवति इति कृत्वा स्थानिवत् भवति वा न वा? न भवति। तर्हि अचः परस्मिन् पूर्वविधौ एतस्य प्रसक्तिः अस्ति वा द्रष्टव्यं। पश्यतु सम्यक् वा? आम् सम्यक् सम्यक्। पश्यतु इदानीं परिशीलयतु, अचः परस्मिन् पूर्वविधौ इति भवति वा न वा इति परिशीलयतु। अहं तर्हि अचः परस्मिन् पूर्वविधौ एतत् पठामि वा भगिनी? न न चिन्तनं करोतु, पठनस्य आवश्यकता नास्ति, चिन्तनं करोतु। अस्तु तर्हि अत्र अजादेशः अचः पूर्व परस्मिन् पूर्वविधौ अत्र अजादेशः अस्ति चेत् तर्हि तत्र ईकारः भवति, पुनः परनिमित्तिकम् अजादेशः भवति। तर्हि इको यणचि यणादेशः अपि भवति। अच्वर्णः अस्ति, तदनन्तरम् उपास्य अत्र अच्वर्णः अस्ति, तर्हि निमित्तं द्वित्वस्य कृते अस्ति। अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यार्थं किम् अपेक्षितं? सुधि पश्यति न अनचि च तु सुधि पश्यति न तु शुद्ध्यः न तु शुद्ध्य। तर्हि यदि न भगिनि प्रथमतया अचः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रवृत्तिः भवति वा न वा? पूर्वविधौ सुधि सुधि उपास्य तर्हि तत्र उकार न भवति। न क्रमेण परिशीलयतु, अचः परस्मिन् पूर्वविधौ इत्यत्र किं किम् अपेक्षितमस्ति? अजादेशः अनन्तरम् अस्ति, पूर्वविधौ अस्माकं परनिमित्तिकः अजादेशः अपेक्षितः अस्ति खलु, परनिमित्तकम् अजादेशः, परन्तु अत्र अस्ति न अजादेशः, आदेशः न अजादेशः नास्ति वा? इको एणचि इत्यनेन इकारस्य स्थाने यकारः अजादेशः नास्ति, अजादेशः खलु, अजादेशः अस्ति परन्तु यकारः आगच्छति अतः आदेशः अच्वर्णस्य स्थाने जायमानः आदेशः अजादेशः। षष्ठी तत्पुरुषसमासः, अचः स्थाने जायमानः आदेशः अजादेशः, अतः यकारः अपि अजादेशः एव, अजादेशः एव भवति। इदानीम् अजादेशः परनिमित्तिकः अस्ति वा? अस्ति वा न वा परनिमित्तिकः? इद इको एणचि इति प्रवर्तनार्थं निमित्तं किम्? अचि परे तर्हि परनिमित्तकम् अच् अस्ति, परनिमित्तिकः अजादेशः, परनिमित्तिकः अजादेशः अस्ति, यः अचवर्णस्य स्थाने जायमानः आदेशः तस्य निमित्तं परं वर्तते चेत् तर्हि सः आदेशः अजादेशः परनिमित्तिकः। तर्हि इको एणचि इत्यनेन यः इकारस्य स्थाने यकारादेशः सः आदेशः अजादेशः परनिमित्तिकः अपि अस्ति, यतोहि अचि परे खलु। आम् आम् तर्हि इदानीं पूर्वविधिः कः? पूर्वविधिः इकोयञ्चि एव पूर्वविधिः न वा? न न न इकोयञ्चि इति अजादेशः, अनचि च पूर्वविधिः. अनचि च इति सूत्रं पूर्वविधिः. किमर्थमिति चेत् अच्वर्णस्य स्थाने यः आदेशः जातः तस्मात् पूर्वं जायमानमस्ति द्वित्वकार्यं, खलु वा न वा? इत्युक्ते अत्र पश्यतु इकोयणचि अभवत् अतः एव यकार आगच्छति न? यदि यकारः नास्ति चेत् अनचि च अस्य प्रसक्तिः एव न भवति. तर्हि पूर्वविधौ वयं कथम् अनचि च वयं वदामः? पूर्वं तु इकोयणचि अभवत्. न न न पूर्वविधिः इत्युक्ते अजादेशः, अजादेशात् पूर्वं जायमानः विधिः, अजादेशात् पूर्वम्. इदानीम् अजादेशः इकारस्य स्थाने यकारः जातः, यकारात् पूर्वं कार्यमस्ति वा न वा दैशिकरीत्या? आम् अस्ति खलु. हकारस्य द्वित्वं यकारात् पूर्वमेव जायमानमस्ति खलु? आम् आम्. अतः अनचि च इति सूत्रं पूर्वविधिः अस्ति खलु? पूर्वविधिः अस्ति. अतः अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः स्यात् खलु? तर्हि अचः अचः तर्हि अचः पूर्वविधौ इति सर्वाणि निमिषानि पूरितानि. आम् तर्हि अचः परस्मिन् पूर्वविधौ अस्य प्रसक्तिः भवति. अतः अनचि च भवेत्. अतः अनचि च न भवेत्. न भवेत्, न भवेत्, न भवेत्. परन्तु अत्र इतोपि अग्रे चिन्तनं कुर्मः चेत् तस्य निषेधकसूत्रं वर्तते खलु? दीर्घजश्चरविधिषु अस्य अस्य प्रसक्तिः अस्ति यत् पदान्त तथा द्विवचन इत्युक्ते द्वित्वं यथा भवति तत्र अचः परस्मिन् पूर्वविधौ अस्य निषेधः भवति. अत्र अनचि च यदि वयं तस्य प्रसक्तिः कुर्मः तर्हि द्वित्वं भवति. तस्य निषेधकसूत्रः अस्ति पदान्तदिर्वचनम्. अस्य निषेधकसूत्रम् अचः परस्मिन् पूर्वविधौ. अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः प्राप्तः तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोप इति सूत्रेण. इति कृत्वा स्थानिवद्भावः न भवति भवति. अतः अनचि च इति सूत्रस्य कार्यं जायते, द्वित्वं जायते खलु? अस्तु अस्तु. इदानीं यद्भवती चिन्तितवती तस्य विषये इतोपि अग्रे वयं पश्यामः, पठामः. धन्यवादः भगिनी, सम्यक्तया चिन्तितवती. इदानीम् अग्रे तत्र शुभदा भगिनी पठतु. आं भगिनि, अहं किञ्चित् विलम्बेन आगता. कुत्र किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन द्वित्वम् इति अस्ति खलु तत्र? किन्तु अचः परस्मिन् पूर्वविधौ एकनिमिष भगिनि. किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये द्वित्वमिति प्रसङ्गे सुद्युपास्य उपास्यः. अस्तु, न प्राप्तं वा? क्षम्यतां. स्टिल् अस्तु. तर्हि शोभा भगिनी पठतु. आं भगिनि, किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् भवति. सुधि इत्यत्र यः यणादेशः जातः सः अजादेशः अस्ति, यतोहि सः आदेशः अच् वर्णस्य स्थाने विहितः अस्ति. सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति अर्थात् यः अच् वर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते अतः शुद्ध्या इत्यत्र अन्त्यः यकारः यणादेशस्य निमित्तं परे अस्ति अर्थात् यः अच् वर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते अस्तु एकक्षणं भगिनि अतः शुद्ध्या इत्यत्र अन्त्ययकारः अचुवर्णस्य स्थाने विहितः इति कृत्वा स्थानिवत् भवति ईकारः इव दृश्यते अनचि च इति पूर्वविधौ कर्तव्ये अतः शुद्ध्य इत्यत्र अन्त्यः यकारः अचुवर्णस्य स्थाने विहितः इति कृत्वा स्थानिवत् भवति ईकारः इव दृश्यते अनचि च इति पूर्वविधौ कर्तव्ये अनचि च इति सूत्रेण सुधी दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच् वर्णः दृश्यते न तु हल् वर्णः अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म अत्र वैकल्पिकं रूपम् अपि इष्यते तस्य साधनार्थं द्वित्वविषये अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधकं सूत्रम् अपेक्षितम् अस्तु तर्हि इदानीं पूर्वम् एतावता पठितं यत् तत्र शुद्ध्या इत्यत्र उकारस्य अनन्तरं यर् वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म अनचि च इत्यनेन सूत्रेण इति यतोहि तत्र निमित्तानि पूरितानि अच्वर्णम् आश्रित्य न भवति अनचि परे इति इत्यनेन निमित्तेन इत्यनेन तत्र स्थानिवत् अनचि परे भवति स्म किं तत्र अनचि च इत्यस्य कार्यम् किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये इत्युक्ते तत्र पूर्वविधिः येन सूत्रेण भवति इत्युक्ते अनचि च इति सूत्रेण पूर्वविधिः भवति इदानीं यतोहि यकारात् पूर्वं कार्यं भवति अपि च स च यकारः आदेशरूपेण स्थानिनि आगतः इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये यत्र तत्र इदानीं धकारस्य विषयः पूर्वविधिः तस्य स्थाने अनचि च इत्यनेन द्वित्वं भवेत् इति तस्यां विधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् भवति तत्र परनिमित्तकः अजादेशः इत्युक्ते अजादेशः तत्र यकारः एव यतोहि अचः स्थाने आदेशः अभवत् इत्यनेन स च अजादेशः स्थानिवत् भवति इति परनिमित्तकः अपि इत्युक्ते उकारः अस्ति परे न परनिमित्तिकः अजादेशः तत्र किम् उक्तम् परनिमित्तिकः अजादेशः कः परनिमित्तकः अजादेशः अजादेशः इत्युक्ते अचः स्थाने जातः आदेशः तद् यकारः परनिमित्तिकः तत्र उकारः भवति तर्हि न परनिमित्तिकः उकारः नास्ति परनिमित्तिकः यकारः परनिमित्तिकः इत्यत्र समासः कः ओ सत् क्षम्यतां परनिमित्तिकः यकारः परनिमित्तिकः इत्यत्र समासः कः परं निमित्तं यस्य सः सः कः धकारः एव न यकारः क्षम्यतां परं निमित्तं यस्य अस्तु तत्र इको एणचि इत्यत्र उकारः ईकारः आसीत् परनिमित्तम् उकारः आसीत् तदेव वा तत्र भगिनि इदानीं यकारः एव अजादेशः अस्ति अचुवर्णस्य स्थाने जायमानः आदेशः परनियुक्तः एव परनिमित्तिकः यकारः एव न क्षम्यतां यकारः नास्ति अजादेशः यकारः अजादेशः यकारः यकारः परनिमित्तकः अस्तु इत्युक्ते तत्र दीर्घ ईकारस्य स्थाने परम् उकारः अस्ति इति कृत्वा अजादेशः अभवत् अतः यकारः एव अजादेशः परनिमित्तकः अजादेशः इति खलु आम् अस्तु सम्यक् तर्हि अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इत्युक्ते धकारस्य स्थाने यत् कार्यं भवितुम् अर्हति तद्भवति पूर्वविधिः इति सुधि इत्यत्र यः यण् आदेशः जातः सः अजादेशः तदेव इदानीम् उक्तं यत्र यणादेशः यकारः यकाररूपेण आगतः ईकारस्य स्थाने आगतः अतः ईकारः अच् वर्णः अतः सः यणादेशः यत् यकारः अस्ति तदेव अजादेशः अपि च परनिमित्तिकः अजादेशः इति इदानीं दृष्टवन्तः सः अजादेशः अस्ति यतोहि सः आदेशः अचुवर्णस्य स्थाने विहितः अस्ति तत्र अचुवर्णः दीर्घ ईकारः आसीत् सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति यण् आदेशस्य निमित्तम् इत्युक्ते इको यणचि इत्यस्मिन् अचि इति परनिमित्तम् अस्ति तदासीत् तत्र उकारः उपास्यः इत्यस्य उकारः निमित्तम् आसीत् अर्थात् यः अचुवर्णः परः अस्ति इत्युक्ते तत्र अस्माकं उदाहरणे उकारः सः एव निमित्तम् अस्ति द्वित्वस्य कृते अर्थात् यः अचुवर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते अतः शुद्ध्य इत्यत्र अन्त्यः यकारः यणादेशस्य निमित्तं परे अस्ति अस्तु अर्थात् यः अचुवर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते इदानीं तत्र अनचि च इति द्वित्वस्य कृते किं अपेक्षितम् उकारस्य अनन्तरं यर्वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म इति तर्हि उकार सु इत्यस्य उकारस्य अनचि परे इति उक्तं खलु अनचि परे अनचि परे अचुवर्णः न भवेत् परे परे इति नास्ति अचुवर्णः न भवेत् अनचि अस्तु इत्युक्ते तत्र अनचि सप्तमी भवति इत्यनेन अनचि अनचि परे इत्युक्ते तत्र अचुवर्णः परे परः न भवेत् हा अचुवर्णः परः न भवेत् इत्युक्ते तत्र धकारात् परम् अचुवर्णः न भवेत् इदानीं तत्र यकारः अस्ति तस्य इत्युक्ते तत् अचुवर्णः नास्ति अतः निमित्तानि पूरितानि पूर्वम् आसीत् तस्य स्थाने यकारादेशः तर्हि तत्र यकारं निमित्तीकृत्य एव भवितुमर्हति न तु पूर्वं यत् आसीत् तत् ईकारः तम् आश्रित्य न भवति तर्हि किं यः अचुवर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते इदानीं तत्र किम् उक्तं भगिनि इत्युक्ते अनचि च इति सूत्रे अनचि इति उक्तत्वात् अचुवर्णः परः न भवेत् न भवेत् अचुवर्णः अत्र सः अजादेशः परनिमित्तिकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति अर्थात् यः अचुवर्णः परः अस्ति सः एव तत्र इको एनर्जि इत्यस्य विषये अत्र उच्यमानमस्ति इको एनर्जि इत्यत्र यणादेशस्य निमित्तं परमस्ति अर्थात् यः अचुवर्णः परः अस्ति सः एव निमित्तमस्ति खलु सत्यम् इको एनर्जि इत्यस्य विषये द्वित्वस्य कृते इति न इको एनर्जि इत्यस्य कृते अस्तु सत्यं यतोहि तत्र उ इति आसीत् तदेव निमित्तम् अस्ति द्वित्वस्य अस्ति इकोणचि इत्यस्य द्वित्वस्य कृते इति दत्तं खलु तत्र द्वित्वस्य कृते इति तत्र समीकरणीयं द्वितीयस्य कृते इति न तत्र इकोणचि इत्यस्य इकोणचि इत्यस्य कृते अस्तु समीचीनं अतः शुद्धि इत्यत्र अन्त्यः यकारः अचूर्णस्य स्थाने विहितः इति कृत्वा स्थानिवद् भवति ईकारः इव स्थानिवद् भवति ईकारः इव दृश्यते तत्र किञ्चित् भ्रमः भगिनी स्थानिवद् भवति इत्यस्मात् परम् ईकारः इव दृश्यते अनचि च इति पूर्वविधौ कर्तव्ये इत्युक्ते शुद्धि इत्यत्र अन्त्यः यकारः अचूर्णस्य स्थाने विहितः इति कृत्वा अजादेशः अस्ति स्थानिवद् भवति तर्हि अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद् भवेत् खलु भवति यतोहि अनचि इति निमित्तं तत्र अचूर्णः नास्ति यकारः अस्ति इत्यनेन भवति न न इदानीं न अनचि च इति सूत्रस्य निमित्तानि सर्वाणि पूरितानि परन्तु इदानीं स्थानिवद् भावः भवति वा न वा इति प्रश्नः इकारः भवति यतोहि केन सूत्रेण तत्र केन सूत्रेण अचः परस्मिन् पूर्वविधौ इत्यनेन खलु कार्यं भवति स्थानिवद्भावः यदा भवति तदानीं यकारे इकारत्वम् अध्यारोप्यते खलु अस्तु अस्तु यतोहि अचः परस्मिन् पूर्वविधौ इति तत्र अल्विधि वा अनल्विधि वा इति अपि नास्ति एव स्थानिवद्भावः भवति तदपि अस्ति खलु भगिनि तद् भगिनी अचिन्तितं खलु सरस्वती भगिनी अचिन्तितम् अनल्विधिः अस्ति परन्तु अशास्त्रीयमिति सर्वं चिन्तितम् इदानीं साक्षात् अतः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवितुम् अर्हति यदि भवति तदानीं इकारत्वम् अध्यारोप्यते हा अस्तु इदानीं तत्र शुद्ध्या इत्यस्य यकारस्य स्थाने ईकारम् अध्यारोप्यते स्थानिवद्भावः भवति अचः परस्मिन् पूर्वविधौ इत्यनेन तर्हि तत्र सुधि इव दृश्यते अनचि च इति पूर्वविधौ कर्तव्ये अनचि च इति सूत्रम् इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भावस्य किं तत्र कार्यं जातः इदानीम् अनचि च इत्यनेन ईकारः एव दृश्यते तत्र सुधि एव दृश्यते तर्हि अनचि च कार्यं भवति वा न वा अनचि च कार्यं भवति तत्र एकक्षणं भगिनि अनचि च इत्युक्ते अचः परस्य यरः द्वे वा स्तः न तु अचि अस्तु इदानीं सुधि इत्यत्र ईकारः दृश्यते चेत् किम् अचः परस्य सु इत्यस्य उकारस्य परस्य यरः द्वे वा न भवति यरः द्वे तत्र यर् अस्ति धकारः यर् अस्ति परन्तु अनच् भवेत् खलु अनच् यरः अनच् भवेत् न भवति अनन्तरम् अच्वर्णः न भवेत् सत्यं तत्र इदानीं शुद्ध्या इति अनचि इत्यस्य कृते सुधी इति दृश्यते इत्युक्ते सु इत्यस्य उकारः अच् भवति अचः परस्य इत्युक्ते सु इत्यस्य उकारः अच् तस्मात् परस्य यरः तदपि अस्ति धकारः अस्ति यर् अस्ति अनचि इति नास्ति इदानीं यतोहि धकारस्य पूर्व परम् ईकारः अस्ति इदानीं न तु यकारः अतः अच् अस्ति अतः तत्र न तु अचि इति निमित्तं न पूरितम् अतः तस्य कार्यं न भवति स्थानिवद्भावः क्रियते चेत् द्वित्वकार्यं न भवति हा इति तत्र अनचि च इति सूत्रेण सुधी दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्वर्णः दृश्यते न तु हल्वर्ण तत्र हल्वर्णः वस्तुतः यकारः अस्ति परन्तु यकारः न दृश्यते यकारे इकारत्वम् अध्यारोप्यते खलु आम् तत्र यर् इति उक्तं पूर्वम् अतः किञ्चित् भ्रमः तत्र यर् भवतु नाम यर् भवतु यर् तु अस्ति एव धकारः यर् वर्णः अस्ति धकारस्य अनन्तरम् ईकारः अस्ति वा यकारः अस्ति वा इति प्रश्नः स्थानिवद्भावः स्वीक्रियते चेत् ईकारत्वम् अध्यारोप्यते ईकारत्वम् अध्यारोप्यते चेत् अनचिच इति सूत्रस्य निमित्तं न पूरितं, यतोहि अनचि इति उक्तं खलु, न तु अचि. यर्वर्णस्य अनन्तरम् अच्वर्णः न भवेत्, परन्तु इदानीम् अच्वर्णः दृश्यते अनचि च इति सूत्रस्य दृष्ट्या, इति कृत्वा द्वित्वकार्यं निषिद्धं भवति. आम्, परन्तु तन्न तन्न इष्यते, तन्न इष्यते. वदतु. इदानीम् अस्तु, अचापरस्मिन् पूर्वविदो इत्यनेन निषेधकसूत्रम् अपेक्षितम्. इदानीं तत्र कार्यं न भवति, अनचि इत्यस्य कार्यं निषिद्धं भवति, तद् न अपेक्षितं, तत्र अशास्त्रीयं भवति इति खलु? न न, अचः परस्मिन् पूर्वविदौ इत्यत्र अशास्त्रीयम् इति किमपि नास्ति. न, अनचि च इत्यनेन वक्तुं शक्नुमः वा? न न न न, स्थानिवत् आदेशो अनल्विदौ इति सूत्रस्य चिन्तनवेलायामेव अशास्त्रीयं शास्त्रीयमिति, अत्र अचः परस्मिन् पूर्वविदौ इत्यनेन शास्त्रीयम् अशास्त्रीयम् इति किमपि नास्ति. तत्र तु नास्ति, तत्र स्थानिवद्भावः भवति, अत्र स्थानिवद्भावः भवति, परन्तु भवति चेत् इष्टरूपं न प्राप्यते, तदर्थं निषेधकसूत्रं कृतम्. आम् आम्, इति कृत्वा यत्र यत्र द्वित्वकार्यं भवति तत्र स्थानिवदादेशो, अत्र अचः परस्मिन् पूर्वविदौ इत्यनेन स्थानिवद्भावः न भवति. न भवति, तर्हि तत्र इदानीं तत्र अग्रिमसूत्रं प्रति गच्छामः. तर्हि तस्य निषेधः भवेत् इति कृत्वा द्विर्वचने अचि इति मन्ये तत्र. इदानीम् अन्य कोऽपि पठतु, अन्य कोऽपि पठतु. समीचीनं, सम्यक्, धन्यवादः. धन्यवादः. इदानीं तत्र मीना भगिनी अग्रे पठतु. कुत्र भगिनि? अतः अचः परस्मिन् पूर्वविदौ तत्र वा? आमाम्. अतः अचः परस्मिन् पूर्वविदौ इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते, न पद क्रियते न पदान्तद्विर्वचनवरे यलोपस्वर सवर्ण सवर्ण अनुस्वार दीर्घ जस् जस् चर चर् विधिषु इति सूत्रेण द्वित्वप्रसङ्गे. अतः स्थानिवद्भावः न सिद्ध्यति. अनेन कारणेन अनचि च इति सूत्रस्य कार्यं जायते, यतोहि स्थानिवद्भावः न प्राप्यते. एवं च शुद्ध योगः उपास्य इत्यत्र उकारोत्तरवर्ती यः यर्वर्णः धकारः दृश्यते तस्य द्वित्वं क्रियते यकारः इति अनञ्ज् अनच्वर्णे अनच्वर्णे परे ओके सो शुद्ध्युपास्यः इति रूपं निषिध्यते निष्पद्यते आहत्य रूपद्वयं सिद्ध्यति शुद्ध्युपास्यः सुदुपास्यः इति. अत्र एतावत्पर्यन्तं सुधी उपास्यः इति आसीत्, तत्र ईकारः स्थानी भवति, तदनन्तरम् उकारः अच्वर्णः अस्ति, तस्मात् इकोयनचीतसूत्रेण प्रसक्तिः अस्ति, ईकारस्य यकारः भवति, शुद्ध इ उपास्यः भवति, स्थाने ईकारस्य स्थाने यकारः आगच्छति, तदनन्तरं तृतीयकाले तत् अनचि इति सूत्रेण तत्र यदि स उकार उकार सुधि शुद्धि उपास्य इति अत्र शुद्धि अत्र अनचि सूत्रं निमित्तं किम् इत्युक्ते तत्र अचः परः तस्मात् अच् उकारः उकारः अच्वर्णः तदनन्तरं यरः यर्वर्णः आसीत् चेत् दकारः यर्वर्णः आसीत् चेत् तदनन्तरं अच्वर्णः नास्ति चेत् दकारस्य द्वित्वं भवेत् इति एक अनचीति सूत्रं वदति. तत्र इदानीं अचप्परस्मिन् पूर्वविदौ इति सूत्रं दृष्ट्या तत्र अजादिः अस्ति, यकारः ईकारस्य स्थाने यकारः आसीत् तत्र अजादिः अस्ति, तस्य तस्य निमित्तं परनिमित्तम् अस्ति इको यनचीत् सूत्र, उकारः अस्ति तस्मात् एव यकारः भवति, इकारस्य यकारः भवति तत्र अचः परस्मिन् परनिमित्तम् अस्ति. पूर्वविधौ इदानीम् आगच्छति, तत् अनचीतसूत्रेण पूर्वविधिः भवति, तत्र पूर्वविधिः अपि अनचि बिट् लास् कुत्र पठामि तत्र भगिनि एतावत् सम्यक्तया उक्तवती. तर्हि इदानीं तत्र अग्रे अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः प्राप्यते, स्थानिवत् प्राप्तम् अस्ति तत्र. यदा किमर्थम् इत्युक्ते अजादेशः परनिमित्तः भवति, पूर्वविधौ कर्तव्ये तत्र पूर्वविधि अनचि इति सूत्रेण तस्य यकारस्य यकारस्य पूर्वमेव द्वित्वं भवति, तस्मात् स्थानिवत् यकारः परनिमित्तकः भवति, तस्मात् स्थानिवत् भवति. इदानीं स्थानिवत् भवति चेत् तत्र यकारस्य ईकारः भवति, तत्र ईकारः अस्ति, यकारस्य ईकारः भवति इति मा वदतु. यकारे ईकारत्वम् अध्यारोप्यते, अध्यारोपितं यकारे ईकारत्वम् अध्यारोपितं भवति. यदि अध्यारोपितं भवति चेत् तस् अनचीति सूत्रस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते तत्र अनचीति सूत्रम् अचः अस्ति, तत्र उकारः अस्ति, यर्वर्णः अपि अस्ति, धकारः, परन्तु इदानीम् ईकारः तिष्ठति यकारस्य स्थाने, ईकारः एव दृश्यते अनचीति सूत्रेण, तस्मात् अचः परस्मिन् पूर्वविधौ पूर्वविधौ सूत्रेण स्थानिवद् भवति इति सूत्रेण अनचीति सूत्रं प्रसक्तिः नास्ति, द्वित्वं न भवति, सुद्युपास्यति इति एव एकं रूपं भवति, परन्तु अन्ते अन्यरूपं द्वित्वरूपमपि अपेक्षितम् इदानीं. तत् यदि अचः परस्मिन् पूर्वविधौ कार्यं करोति चेत् द्वित्वं कर्तुं न शक्यं, तस्मात् तस्य निषेधकसूत्रं भवितव्यं. तत्र निषेधकसूत्रम् अस्ति पदान्तद्विर्वचने वरयलोप स्वर सवर्ण अनुस्वार दीर्घश्चर विधिषु इति सूत्रं कार्यं करोति. तत्र अच परस्मिन् पूर्वविधस्य निषेधकसूत्रमस्ति, तत्र तत्र द्वित्वम् इदानीं स्थानिवत् भावः न भवति चेत् सो शुद्ध उपास्यः एव तिष्ठति. स्थानिवद्भावः आरोपितम्, ईकारः आरोपितं न भवति, स तस्मात् इदानीम् अनचीतिसूत्रस्य निमित्तं पूरितानि. तत्र उकारः अचः वर्णः उकारः अस्ति, तदनन्तरं यर्वर्णः अस्ति, धकारः अस्ति, अनचि अस्ति, इदानीं यकारः एव दृश्यते अनचीतिसूत्रदृष्ट्या, तस्मात् सर्वाणि निमित्तानि पूरितानि, तस्मात् द्वित्वं भवति, सुज्युपास्यः इति रूपं भवति अन्तिमरूपम्. सम्यक् सम्यक्, बहु सम्यक्. अत्र सर्वेषां स्पष्टता अस्ति वा? अत्र यदुक्तं ज्ञायते वा? अहमपि अवगच्छामि भगिनि. उत्तमं. तर्हि द्वित्व भवति, अर्थात् द्वित्व भवति न पदान्तस्थानिवत् निषेधाधारेण, परन्तु पूर्वतया तो परस्मिन् पूर्वविधौ समाधान हेतु स्थानीवत् तो भवति परन्तु द्वित्व न भवति अतः हा द्वित्व न भवति परन्तु अपेक्षता कः द्वित्व अपेक्षता अस्ति न पदान्ताधारेण प्रायः धन्यवादः सम्यक् सम्यक् सम्यक् सम्यक् सम्यक्तया अवगतं भगिनी क्षम्यतां पीपल् फ्रम् इण्डिया ऐ डोण्ट् नो वै दे बोदर् मी यु नो वन्स् इन् अ वैल् ऐ प्लीस् ऐ अपालजैस् फार् दट् मया न बुद्धं पीपल् फ्रम् इण्डिया वै वास् लिस्निङ्ग् देन् दे वास् अ काल् नास्ति चिन्ता नास्ति चिन्ता नास्ति चिन्ता सम्यक्तया अवगतं भवता अस्तु समीचीनं तर्हि इदानीं किञ्चित् अग्रे गच्छामः तर्हि कृपया म्यूट् करोतु नीना भगिनी अपि च विनयमहोदय म्यूट् करोतु तर्हि इदानीं तत्र किं सूर्यकुमारी भगिनी अग्रे पठति वा भगिनी इदानीं सर्वैः बुद्धं खलु तत्र उमा भगिनी अवगतं वा अवगतम् अरुणा भगिनी अवगतम् उमा भगिनी अवगतं वा कुत्र न अवगतम् लास्ट् क्वश्चन् अत्र अनचि अनचि च इति अस्ति न उकारः आगच्छति अत्र न न पश्यतु पश्यतु सु सुधकारः यकारः इति परिस्थितिः अस्ति सुद्य सुद्य इति परिस्थितिः अस्ति इदानीम् इकारस्य स्थाने यकारः आगतः इको इणचितिनेन यकारः आगतः तर्हि तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य निमित्तानि सर्वाणि पूरितानि किमर्थं पूरितानि इति चेत् इकारस्य स्थाने यकारः यणादेशः यणादेशः अजादेशः अस्ति अच् वर्णस्य स्थाने आदेशः आगतः कथम् आगतः इति चेत् आदेशस्य परनिमित्तमपि वर्तते तत्र परे उपास्य इत्यत् उकारः अस्ति इति कृत्वा यणादेशः जातः यणादेशः परनिमित्तिकः अस्ति अपि च इदानीं पूर्वविधिः कः इति चेत् अनचि च इत्येव पूर्वविधिः यकारात् पूर्वं द्वित्वकार्यं भवेत् धकारस्य द्वित्वकार्यं भवेत् अतः पूर्वविधिः अपि अस्ति तर्हि अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद् भवेत् यदि स्थानिवद् भवति तदानीम् अनचि च इति सूत्रं किं पश्यति इति चेत् सुध्य इति न पश्यति सुधी इति एव पश्यति सुधी इति पश्यति सुधी इति यदा पश्यति तदानीम् अनचि च इति सूत्रस्य निमित्तं न निमित्तानि न पूरितानि यतोहि अनचि च इति सूत्रस्य कार्यार्थं किम् अपेक्षितं प्रथमतया अच्वर्णः अपेक्षितः तदनन्तरं यर्वर्णः अपेक्षितः अस्ति तस्यानन्तरम् अच्वर्णः न भवेत् तस्यानन्तरम् अन्यः वर्णः भवति वा न वा इत्यत्र चिन्तनं नास्ति परन्तु अच्वर्णः न भवेत् इत्युक्ते हल् वर्णः एव भवितुम् अर्हति नो चेत् अन्यः वर्णः नास्ति चेदपि चिन्ता नास्ति परन्तु यर्वर्णस्य अनन्तरम् अच्वर्णः न भवेत् परन्तु इदानीम् अत्र अजः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते चेत् सुधी इति दृश्यते दकार उत्तरवर्ति ईकारः अच्वर्णः अस्ति अतः अनचि च इति सूत्रस्य निमित्तानि न पूरितानि अनच् इति उक्तं खलु यरः अनन्तरम् अनच्वर्णः भवेत् अथवा अनच्वर्णः नास्ति अनच्वर्णः अच्वर्णः न भवेत् अन्यः वर्णः भवतु वा न वा इत्यत्र प्राधान्यं नास्ति तर्हि स्थानिवद्भावः स्वीक्रियते चेत् दकार उत्तरवर्ति ईकारः अध्यारोपितः भवति एवं भवति चेत् अनचि च इत्यस्य कार्यं निषिद्धं भवति अनचि च इत्यस्य कार्यं न प्राप्यते निषिद्धम् इति न अनचि च इत्यस्य कार्यमेव न प्राप्यते तर्हि तदानीम् एकमेव रूपं लभ्यते सुद्युपास्य इति एव एकमेव रूपं लभ्यते सुद्युपास्यः इति परन्तु तत्र वैकल्पिकरूपमपि इष्यते तत् कथं प्राप्यते इति चेत् अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधकसूत्रं कृतमस्ति न पदान्तद्विर्वचनवरेयलोप तत्र द्विर्वचनम् इति उक्तं यत्र द्वित्वं द्वित्वकार्यम् अस्ति अनचि च इत्यत्र द्वित्वकार्यमेव अस्ति खलु यरः द्वे अचुवर्णः अचुवर्णात् परं यः यर्वर्णः तस्य द्वित्वं भवति इति उक्तम्। अत्र द्वित्वकार्यमस्ति, द्वित्वकार्यं यदा यत्र भवति तत्र स्थानिवद्भावः न स्वीक्रियते। अतः यकारे ईकारत्वं न अध्यारोपयामः, न अध्यारोपयामः चेत् तदानीम् अनचिच इति सूत्रस्य प्रसक्तिः प्राप्तिः च भवति। अतः द्वित्वं जायते सुद्युपास्यः इति एकं रूपम्, अन्यत् रूपं तु सुद्युपास्यः इति द्वित्वरहितरूपमपि अस्ति, द्वित्वसहितरूपमपि अस्ति इति रूपद्वयं लभ्यते। अवगतं वा उमा? धन्यवादः। समीचीनं, तर्हि इदानीं तर्हि सुमो भगिनि वदतु किम् अवगतम्। अत्र शुद्धि प्लस् उपास्य शुद्ध्युपास्य इति आगच्छति फैनल् रूपम्। अत्र अनचि च सूत्रेण अच्वर्णः नास्ति अत्र, भवति अच्वर्णः न भवति अनचि अत्र शुद्ध्युपास्य इति नजीज इति सूत्रस्य निमित्तानि कानि इति एकवारं वदतु। सूत्रस्य निमित्तं इकारस्य स्थाने यकारः आगच्छति। न न न, अनचीच इति सूत्रस्य निमित्तं किम् अस्ति, किं कार्यमस्ति अनचीच इति सूत्रे? ओके, अचि परे नास्ति इति चेत् अनचि इति सस्पेन्शन्, अचि परे नास्ति चेत् किं भवति? अचि परे नास्ति चेत् अत्र न भवति। न न, अनचीज इति सर्वाणि निमित्तानि भवत्या न उक्तानि, केवलम् अनचि इति एव तावदेव उक्तम्। अनचि इत्यनेन अनचि परे भवति चेत् किं भवति इति न उक्तम्। अनचि चेत् स्थानिवद्भावः न प्राप्यते। न न न न, अनचि सच इति सूत्रस्य निमित्तानि कानि इति मया पृष्टम्। निमित्तम् अस्ति उकारस्य स्थाने यकार आदेशः भवति। न भगिनि भगिनि, तत्तु इको एनचि इत्यनेन जातम्। इदानीं मम प्रश्नः सरलः अस्ति, अनचिज इति सूत्रस्य कार्यं किम्? अनचिज इति सूत्रस्य कार्यम् अच् न अस्ति चेत् अत्र सूत्रस्य कार्यं स्थानिवद्भावः न आगच्छति। न, भवत्या न अवगतं, भवत्या न किमपि न अवगतम्। अनचिज इति सूत्रे स्थानिवद्भावस्य विषये किमपि नास्ति, अनचि च इति सूत्रस्य कार्यं किम् इति मम प्रश्नः अस्ति, कोऽपि साहाय्यं करोतु। द्वित्वं भवति, द्वित्वं भवति भगिनि। तर्हि तत्र निमित्तं किम् अपेक्षितं, द्वित्वकार्यार्थं किम् अपेक्षितम्? अचि न मास्तु, तावदेव पर्याप्तं वा? वर्णः यर्वर्णः अस्ति तदनन्तरं नास्ति चेत् उत्तमं। पश्यतु, अनचि च इति सूत्रस्य कार्यं किम् अस्ति, प्रथमतया अच्वर्णः भवेत्, तदनन्तरं यर्वर्णः भवेत्, अनन्तरम् अच्वर्णः न भवेत्, तदानीं यर्वर्णस्य द्वित्वं भवति। सुद्य सुद्य इत्यत्र तु इत्यत्र उकारः अच्वर्णः, शृणोतु एकवारम्, एकवारं शृणोतु, सुद्य इत्यत्र उकारः अच्वर्णः, धकारः यर्वर्णः, यकारः तत्र अनच्वर्णः, अनच्वर्णः अच्वर्णः नास्ति इति कृत्वा अनचिच इत्यस्य प्रसक्तिः अस्ति। परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते चेत् यकारे इकारत्वम् ईकारत्वम् अध्यारोप्यते, तदानीं सुधी इति दृश्यते. सुधी इति यदा दृश्यते तदानीम् अनचीच इत्यस्य निमित्तानि न पूरितानि, यतोहि अत्र अच्वर्णः अस्ति, अनन्तरं यर्वर्णः अपि अस्ति, तस्य अनन्तरम् अनच्वर्णः नास्ति, अच्वर्णः अस्ति इति कृत्वा स्थानिवद्भावः स्वीक्रियते चेत् अनचीच इत्यस्य कार्यं न भवति. परन्तु अत्र रूपद्वयम् अस्ति, अनचीच इत्यस्य कार्यम् अपेक्षितम् अस्ति. अतः अत्र किम् उच्यते, अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः प्राप्तः अस्ति, परन्तु तत् कार्यं निषिद्धम् अस्ति निषेधकसूत्रेण, न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारजश्चर्विधिषु इति सूत्रेण. इति कृत्वा तत्र द्वित्वकार्यं भवति, अनचिच इत्यनेन द्वित्वकार्यं भवति. अत्र स्थानिवद्भावः न स्वीक्रियते, निषिद्धः अस्ति स्थानिवद्भावः. अतः साक्षात् अनचिच इति सूत्रं तु सुद्य इत्यत्र उकारः धकारः यकारः इति त्रीन् वर्णान् दृष्ट्वा अनचिच इति वदति, तस्य निमित्तानि सर्वाणि पूरितानि इति कृत्वा द्वित्वं भवति तत्र. इदानीं किञ्चित् अवगतं वा? उमा भगिनी प्रश्नः अस्ति वा? प्रयत्नं करोमि, वक्तुं प्रयत्नं करोमि. अत्र अनचीचसूत्रेण यकारः अच् नास्ति, अनन्तरं यद् वर्णः नास्ति इति चेत् अत्र यर्वर्णः द्वित्वम् आगच्छति. यर्वर्णः कः अत्र? धकारः. यर्वर्णः द्विवारम् आगच्छति. अथवा एकवारम् आगच्छति. सो अत्र अनचि च इति सूत्रस्य निमित्तानि पूरितानि. तस्मात् तस्य निषेधः अस्ति पदान्तर्द्विवचन. कस्य निषेधः? कस्य निषेधः? अनचीचसूत्रस्य निषेधः न अनचीच इति सूत्रस्य निषेधः नास्ति. न पदान्तद्विर्वचन इति सूत्रम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधकसूत्रम्. अचः परस्मिन् पूर्वविधौ आगच्छति इति चिन्तयामः चेत् अत्र निषेधः सूत्रः आगच्छति. अचः परस्मिन् पूर्वविधौ इत्यस्य प्राप्तिः अस्ति वा न वा अत्र? अतः पूर्वविद अत्र उपास्य आगच्छति न उकारः आगच्छति न उकारः आगच्छति इति कृत्वा अचः परस्मिन् पूर्वविधौ इत्यस्य प्राप्तिः इति कथं प्रतिपादयतु? अचः परस्मिन् पूर्वविधौ इत्यस्य निमित्तानि कानि? अश्वर्णशुद्धि अश्वर्णः परे अस्ति परे अस्ति अनन्तरं पूर्व इदौमि यत्र इकारस्य न अश्वर्णः परे अस्ति इति पर्याप्तं नास्ति. अश्वर्णः परे अस्ति इति निमित्तं कुत्र अस्ति तत्र? अजः परस्मिन् पूर्वविधौ इति सूत्रस्य निमित्तानि कानि? अश्वर्णः परे भवेत् इति कुत्र उक्तं? तथा न उक्तं खलु? अतः परस्मिन् सुधी इकारः अस्ति सुधी उपास्य सो उपास्य इति उकारः परे अस्ति अत्र न भगिनी न उकारः परे अस्ति इति सूत्रे न उक्तं खलु. सूत्रे किम् अपेक्षितम्? अचः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यार्थं किम् अपेक्षितम्? सूर्यकुमारी भगिनी किञ्चित् सहायं करोतु. अस्य परस्मिन् पूर्वविधौ इति सूत्रेण पूर्वविधिः अस्ति अनसन्धिः सुधि इकार पूर्वविधिः अनसन्धिः नास्ति. अजः परस्मिन् अजः परस्मिन् पूर्वविधौ इति सूत्रस्य निमित्तानि कानि इति एकवारं वदतु. स्तुतियोगः न न स्तुतियोगः सर्वं त्यजतु. सूत्रस्य निमित्तं किम्? सूत्रस्य निमित्तम् इकार अध्यारोपते इति. न न न तत्र उदाहरणं त्यजतु. सामान्यतया सूत्रार्थः कः? अचः परस्मिन् पूर्वविधौ इति सूत्रार्थः कः? अचः परः अस्ति चेत् न अचः परः अस्ति इति न. सूत्रार्थः कः? अचः परस्मिन् पूर्वविधौ. पूर्वविधि यदि अस्ति पूर्वविधि अनन्तरं भगिनि पूर्वविधविधस्य पूर्वविधेः चिन्तनात् प्राक् अन्यत् अपेक्षितं. तत् किम्? साक्षात् पूर्वविधिं प्रति न गच्छामः. प्रथमतया किम् अपेक्षितं तदनन्तरमेव पूर्वविधिः. तत्र न अजादेशः अपेक्षितः अस्ति खलु. क्षम्यताम् अजादेशः अपेक्षितम् एकारस्थाने इकारः अपेक्षितम्. इकारस्य स्थाने यकारः अपेक्षितः. इकारस्य स्थाने इकारः अचुवर्णः तस्य स्थाने जायमानः आदेशः यकारः. यकारः अजादेशः अस्ति. अपि च अजादेशः कीदृशः भवेत्? पूर्वविधौ भवेत् न परनिमित्तिकः. क्षम्यतां परनिमित्तिकः अजादेशः परनिमित्तिकः भवेत् इत्युक्ते अजादेशम् अचुवर्णस्य स्थाने आदेशं प्राप्तुं निमित्तं परं भवेत्. अत्र ईकारस्य स्थाने यकारं प्राप्तुं निमित्तम् अस्ति तस्य अनन्तरं यः उकारः. तदेव तत्र उमा भगिनी पूर्व पुनः पुनः उक्तवती अचिपरे अचिपरे इति. न अचिपरे इति साक्षात् निमित्तं नास्ति. तत्र अजादेशः परनिमित्तिकः भवेत्. अच्वर्णस्य स्थाने यः आदेशः तस्य निमित्तं परं भवेत्. इदानीम् इको एणचि इति सूत्रस्य निमित्तं तत्र ऊकारः परः वर्तते. अपि च ईकारस्य स्थाने जायमानः आदेशः यकारः. यकारः एव अजादेशः अस्ति. आं भगिनि तर्हि वदतु एकवारम्. अच परस्मिन् पूर्वविधौ इति अर्थः अस्ति अचिपरे. न अचिपरे इति मास्तु. अचिपरे इति कुत्रापि न उक्तं. तत्र अचिपरे इति मया किम् उक्तं? किम् अपेक्षितं पूर्वविधिः इत्यस्य दर्शनात् प्राक् किम् अपेक्षितम्? यकारस्य स्थाने न भगिनि ईकारः यकारः सर्वं त्यजतु. इदानीं तत्र वदतु निमित्तं किम् अपेक्षितम्? इदानीं मया उक्तं खलु अचि अचः निमित्तम् अचि पूर्वम् अचि अस्ति खलु भगिनि. तत्र व्याकरणदृष्ट्या वदतु किं वदामः. अजः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यार्थं किम् अपेक्षितम्? अस्तु अनिमा भगिनि सहायं करोतु. अच्छादेशः यत् अस्ति तत् परनिमित्तिकः भवेत्. सो अत्र तत्र अत्र अकारादेशः अचादेशः अस्ति ईकारः. तस्य ईकारः अजादेशः नास्ति. सोरि अच् अस्ति तस्य आदेशः अस्ति यकारः. तद् यकारः कथं भवति इत्युक्ते परनिमित्तं भवति चेदेव तद् यकारः भवति. सो परनिमित्तम् अस्ति चेदेव यकारः भवति. यत् अच् अस्ति ईकारः तत् कदा यकारः भवति? यदा परनिमित्तं भवति. परनिमित्तम् अस्ति उकारः उपास्यस्य उकारः. तत् परनिमित्तम् अस्ति चेदेव ईकारः यकारः भवति. तत् अदा इदानीम् अचादेशः, अचादेशः इत्युक्ते यकारः परनिमित्तिकः भवति. सम्यक्. तदानीं किं भवति, कार्यं किम्? अचः परस्मिन् पूर्वविदौ इत्यत्र कार्यं किम्? सो स्थानिवत् भवति. कदा भवति? यदा किमपि पूर्वविदेश दैशिकरीत्या पूर्वविधिः भवति चेत्. तस्य तस्य दैशिकदृष्ट्या यत् इदानीं स्थानी अस्ति किल, अथवा यकारादेशः यकारः अस्ति, तत् तस्मात् पूर्वं दैशिकरीत्या भवेत्. अजादेशात् दैशिकरीत्या पूर्वम् अत्र अत्र कः विधिः अस्ति? इदानीम् अनचि च इति अस्ति चेत् धकारस्य द्वित्वं भवति. धकार तु यकारात् पूर्वमस्ति इति कृत्वा दैशिकरीत्या पूर्वविधिः अस्ति. तर्हि इदानीं किं भवति कार्यम्? इदानीं तस्य द्वित्वं भवति, धकारस्य द्वित्वं भवति. धकारस्य द्वित्वम् इति न, स्थानिवद्भावः स्थानिवद्भवति चेत् किं भवति, यत् यकारः इदानीं अस्माकं पुरतः अस्ति, तस्य स्थाने ईकारः एव तिष्ठति. स्थानिवद्भवति, अतः ईकारः एव तिष्ठति. इदानीम् ईकारः ईकारवत् दृश्यते. ईकारवत् दृश्यते. इत्युक्ते कार्यं तु जातं, यकारस्य स्थाने ईकारः आयाति इति नास्ति, तत्र साक्षात् न आयाति. केवलम् अनचिच इति यद् अनचिच इति एव पूर्वविधिः अस्ति. पूर्वविधौ कर्तव्ये स्थानिवद् भावः भवति. अतः अनचिच इति सूत्रस्य दृष्ट्या यकारः इकारवत् दृश्यते. अन्येषां सूत्राणां कृते न, अनचि च इति सूत्रस्य कृते एव, यतः तस्य एव पूर्वविधिः अस्ति, तस्य कृते ईकारः दृश्यते. ईकारः दृश्यते इति कृत्वा तत्र अनचि च इति सूत्रस्य प्रवृत्तिः भवति वा न वा? न, प्रवृत्तिः न भवति, यतः अच् अस्ति किल. इदानीम् ईकारः अस्ति चेत् तत्र अच् भवति, सो अनचि च इति सूत्रस्य प्रसक्तिः एव न भवति. तर्हि द्वित्वकार्यं द्वित्वकार्यं न भवति. अत्र द्वित्वकार्यम् अपेक्षितं खलु, तदर्थं किं कृतम्? अतः वयं तस्य निषेधः कृतमस्ति, न द्विर्वचन न पदान्तं तु पूर्वं दृष्टवन्तः, न पदान्त द्विर्वचनं. द्वित्वं भवति चेत् एतादृशकार्यं न भवति, स्थानिवत् कार्यं न भवति इति निषेधसूत्रमस्ति. किं, कस्य निषेधः? स्थानिवद्भावस्य निषेधः. स्थानिवद्भावः अचः परस्मिन् पूर्वविधौ इति सूत्रेण यः स्थानिवद्भावः प्राप्तः अस्ति, तस्य निषेधकसूत्रं किम्? न पदान्तद्वर्वचनवरेयलोप दीर्घ इति सूत्रम् इति कृत्वा तत्र निषेधकसूत्रम् अनचिच इत्यस्य निषेधकसूत्रं नास्ति, स्थानिवद्भावस्य निषेधकसूत्रम्. अनचिच इति सूत्रं तु केवलं तत्र तत्र विधिसूत्रम् अस्ति, एकं विधिसूत्रं. तत्र विधिसूत्रस्य कार्यं भवति वा न वा इति चिन्तनार्थं स्थानिवद्भावः अत्र स्थानिवद्भावं स्वीकर्तुं शक्यते वा न वा इति चिन्तनं जायमानम् अस्ति. अवगतं वा उमा भगिनी? अहं किं वदामि इति चेत् पुनः गृहं गत्वा एकवारं ध्वनिमुद्रणं पुनः शृणोतु. शृणोमि. अत्र अनचि च सूत्रः न कार्यं करोति. अत्र फैनलि अनचि च इति सूत्रं कार्यं करोति, यतोहि स्थानिवद्भावः न स्वीक्रियते खलु, स्थानिवद्भावस्य निषेधः अस्ति. तदेव इति कृत्वा अनचिच इत्यस्य कार्यं भवति. स्थानिवद्भावः स्वीक्रियते चेदेव अनचिच इत्यस्य कार्यं न भवति, परन्तु अत्र स्थानिवद्भावः एव निषिद्धः. द्वित्वकार्यस्य प्रसङ्गे स्थानिवद्भावः न भवति इति कृत्वा अत्र अनचिच इत्यस्य कार्यं भवति. द्वितीयकार्यम् अत्र द्विपास्य द्वयोः धकारः एकं एव कारः द्विवारमेव द्विवारम् उच्चार्यमाणं यत्किमपि तद्वित्वकार्यमिति वयं वदामः. अनचिच इति सूत्रेण किं कार्यं क्रियते इति चेत् द्वित्वकार्यं क्रियते. अतः द्वित्वकार्यं यत्र क्रियते तत्र तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति. एकवारं धकारः आगच्छति चेत् अनचिचयति कार्यं न करोति न किम् एकवारं धकारः एकवारम् एव आगच्छति इति चेत् अनचिच इत्यस्य कार्यं न करोति. न अनचिच इति सूत्रेण एव द्विवारं दकारम् आनयामः. द्विवारम् आगच्छति किन्तु एकवारमपि एकं वर्षनिर्देशं किं मया अवगतं सुभ्युपास्य इति द्विवारं दकारः आगच्छति एकमेव सकारः आगच्छति. यतोहि विकल्पेन भवति खलु अनचिच इति सूत्रस्य कार्यं विकल्पेन भवति द्वे वा स्तः द्वे वा स्तः तत्र पूर्वं तत्र तृतीयसोपाने तत्र लिखितमस्ति अस्यां स्थितौ अनचिच इत्यनेन द्वित्वं प्राप्तमस्ति येन अचः परस्य यरः द्वे वा स्तः न तु अचि. द्विवारम् आगच्छति चेत् अनचिच कार्यं करोति एकवारम् आगच्छति चेत् अनचिच सूत्रस्य कार्यं न करोति. एकवारम् आगच्छति चेत् अनचि तथा न वक्तव्यम् इत्युक्ते अनचिच इति सूत्रस्य कार्यं विकल्पेन भवति इति कृत्वा एकस्मिन् पक्षे द्वित्वं भवति अन्यस्मिन् पक्षे द्वित्वं न भवति इति वक्तव्यम्. सो अनचिच इति सूत्रम् अतः परस्मिन् पूर्वविधौ इत्यस्य निषेधसूत्रं न अनचिच इति निषेधकसूत्रं नास्ति. निषेधसूत्रम् अतः परस्मिन् पूर्वविधौ इत्यस्य निषेधः पदान्तनिर्वचनपदेन्द्रियसूत्रम् तत् सूत्रम् अनचिच इति सूत्रं कार्यं करोति इति वदति. निषेध यदा निषेधः भवति स्थानीवद्भावस्य तदानीम् अनचिच इति सूत्रं कार्यं करोति. अवगतं थ्याङ्क् यू. अस्तु समीचीनम् तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तत्र उषा भगिनी किञ्चित् पठति वा अग्रे स्मर्तव्यं यत् स्मर्तव्यं यत् अनचिच इत्यनेन द्वित्वकार्यं पदान्तविधिः नास्ति यतोहि द्वित्वकार्यं सुद् ई इति पदस्य मध्ये जायमानं कार्यम् अतः पदान्तविधेः चिन्तनम् अत्र न कार्यम्. अस्तु अनचि च वयं दृष्टवन्तः द्वित्वकार्यं भवति अचः परस्य यर् द्वे वा स्तः न तु अचि इति द्वित्वकार्यम् अस्ति. तत् पदान्तविधिः नास्ति यतोहि पदस्य मध्ये यकारः परः दकारस्य परः यकारः अस्ति इति पदस्य मध्ये अनन्तरं शुद्ध्य उपास्य इति अपि अस्ति शुद्ध्य उपास्य तत् दकारस्य द्वित्वं भवति अनचि च इत्यनेन तत् पदान्ते नास्ति पदस्य अन्ते नास्ति दकारस्य द्वित्वं दकारः यः दकारः मध्ये आयाति तत् कार्यं भवति पदस्य मध्ये अस्ति इत्यनेन तत् पदान्तविधिः इत्यनेन वयं चिन्तनं न कुर्मः. निषेधसूत्रम् अचपरस्मिन् पूर्वविधौ इत्यनेन यत् स्थानिवद्भावः भवति तत् निषेधसूत्रम् अस्ति न पदान्तद्विर्वचन सो द्विर्वचन इति भागस्य स्वीकृतम् अस्ति न पदान्तद्विर्वचनवरे यलोपस्वर सवर्ण अनुस्वारदीर्घजश्चर्विधिषु इति दीर्घसूत्रे द्विर्वचनभागस्य उदाहरणम् अस्ति. अग्रे पठामि भगिनि अनचिच इति सूत्रं पठतु. अनचिच अचः परस्य यरः द्वे वा स्तः न तु अचि न अच् अनच् नञ् तत्पुरुषः तस्मिन् अनचि अनचि सप्तमीयन्तं च अव्ययपदं द्विपदमिदं सूत्रं यरो अनुनासिके अनुनासिको वा इत्यस्मात् यरः वा इत्यनयोः अनुवृत्तिः अचोरः अभ्यां द्वे इत्यस्मात् अचः द्वे इत्यस्य अनुवृत्तिः तयोर् इवा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः परः द्वे वा अनचि च संहितायाम् अनचि च इति सूत्रं वदति अचः परस्य यर् अच अच्वर्णः भवेत् अच् परः यर्वर्णः भवेत् यर्वर्णस्य परः अचि न भवेत् अचि न भवेत् तथा द्वित्वकार्यं भवति यर्वर्णस्य द्वित्वकार्यं भवति यर्वर्णस्य द्वित्वं कदा न तु अचि अचि परः नास्ति इति अचः परस्य यर् द्वे वा स्तः न तु अचि देन् न अच् अनच् सो अनचि च इति सूत्रस्य कृते अनचि इति पदं न अच् इति स्वीकृतम् अनच् नै तत्पुरुषः तस्मिन् इत्यनेन सप्तमी इत्यनेन अनचि इति अस्ति अनचि सप्तमी अन्तं यरौ अनुनासिके अनुनासिको वा इत्यस्मात् यरः इति आगच्छति वा इत्यपि आगच्छति विकल्पेन इति भवति कार्यम् अनचि च इत्यस्य कार्यम् अचोरः अभ्यां द्वे इत्यस्मात् अचः द्वे इत्यस्यापि अनुवृत्तिः अचः सो अचः परस्य यर् अचः परस्य यर् द्वे वा स्तः तयोर्युवा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः यत्र संहितायां वर्णद्वयं कृते कार्य वर्णद्वयसंहिता अस्ति अनुवृत्तिसहितसूत्रम् अचः यरः द्वे वा अनचि च संहितायाम् अचः यरः अचः परस्य यरः अचः परस्य यरः अचः परस्य यर् पञ्चमी अचः परस्य यर् यरः द्वे यरः अत्र षष्टि यरः द्वे वा अनचि च संहितायां षष्टि वा भगिनि अचः यरः यर् स्थाने द्वित्वम् इत्यनेन यरः द्वे वा अनचि च संहितायां परः न अचि भवेत् इत्यनेन अनचि अचः परस्य यर्वर्णः तत् यर्वर्णः द्वित्वं भवति परन्तु अचः अच्वर्णः यर्वर्णस्य परः न भवेत् इत्यनेन अनचि च संहितायां विषये इति समीचीनं भगिनि अनचि च इति सूत्रम् अस्माकं परिचितसूत्रमस्ति खलु पूर्वं दृष्टं वा न वा सन्धि अवसरे दृष्टं खलु लघुसिद्धान्तकौमुदी अचः यरः यरः इति षष्ठी एव यरः यरः द्वित्वम् इत्युक्ते यरस्य स्थाने द्वित्वमिति नाने यरस्य स्थाने इति न यरस्य द्वित्वं यरस्य द्वित्वम् आम् आं भगिनि दकार आम् अत्र यरः स्थाने नास्ति इदानीं द्वित्वं नास्ति इति अस्ति तत्र सूत्रार्थः उक्तः अस्ति अनचि च इति सूत्रार्थः तर्हि इदानीं किञ्चित् अग्रे गच्छामः वरे विदौ इति तत्र विनय् महोदय पठति वा वरे विदौ अग्रे अस्ति वा विनय् महोदय न श्रूयते अस्तु शुभदा भगिनी पठितुमिच्छति वा आं भगिनि पठामि अनचि च वरे विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति यथा या प्रापणे इति धातुतः यङ् प्रत्ययः विधीयते चेत् या योगः यम् अग्रे द्वित्वं जायते येन या यङ् इति भवति. यङ् इति प्रत्यये य इति अवशिष्यते नकारस्य इत्संज्ञानन्तरम्. अतः या योगः य इति भवति. द्वित्वानन्तरम् अभ्यासकार्यानन्तरं याय इति यङन्तधातुः सिद्ध्यति. यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति इत्यतः तस्य विषये न चिन्त्यम्. अधुना यश्च यङः इत्यनेन सूत्रेण या प्रापणे इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु स्वभावे कर्तृषु वरच् प्रत्ययः भवति. यायावरः इति रूपं सिद्ध्यति. यायावरः नाम यः पुनः पुनः अतिशयेन वा याति देशात् देशान्तरं गच्छति इति अर्थः. एतावत्पर्यन्तं वदामि वा भगिनि? आमाम् एतावत्पर्यन्तम् अस्तु. तर्हि वयं दृष्टवन्तः यत् अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधकसूत्रमस्ति. पदान्तद्विर्वचनवरेयलोप यलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विचिषु इति. तस्मिन् पदान्त अपि च द्विर्वचन एतयोः द्वयोः भागयोः वयं चिन्तनं कुर्मः कृतवन्तः. अधुना वरे इति एकः विधिः अस्ति, वरे विधिः. तस्य विषये अपि परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति. यतोहि अचः परस्मिन् पूर्वविधौ तु परनिमित्तकः अजादेशः स्थानिवद् भवति इति परिभाषासूत्रं. तस्य अत्र निषेधः अस्ति. तर्हि वरे विधौ कथम् एतत् निषेधः भवति इति अत्र विवृतमस्ति. वरे विधौ इति किम् अस्ति इति तस्य विवरणं कर्तुम् एकम् उदाहरणमत्र नीतमस्ति. या प्रापणे इति धातुः, तस्मात् यङ् प्रत्ययः विधीयते चेत् या योगः यङ् भवति, अग्रे द्वित्वं जायते तेन या यङ् इति भवति. तदनन्तरं यङ् इति प्रत्यये अपि अनुबन्धलोपानन्तरं य इति अवशिष्यते, तर्हि या य इति भवति. द्वित्वं तदनन्तरम् अभ्यासकार्यम् अपि भवति. पूर्वाभ्यासः इति प्रथमः या इति अभ्यासः. तस्य अभ्यासकार्याणि कानिचन सन्ति. तदनन्तरं या य इति यङन्तधातुः सिद्ध्यति. अधुना यश्च यङः इति सूत्रेण या प्रापणे इत्यस्मात् धातोः यदा या प्रापणे इत्यस्य यङन्तं रूपं वयं प्राप्नुमः तर्हि तत्र यश्च यङः इति सूत्रेण तच्छीलादिषु कर्तृषु वरच् प्रत्ययः भवति. अधुना किमपि कार्ये कर्तव्ये तत्र वरच् इति प्रत्ययः भवति इति वयं स्वीकुर्मः चेत् तत्र याया य इति अभवत्. तदनन्तरं वरच् इति प्रत्ययः भवति. यायावरः इति रूपं वयं प्राप्नुमः. तत्र यायावरः नाम तस्य नाम तु अतिशयेन याति अथवा देशात् देशान्तरं गच्छति इति अपि अर्थः भवति. तस्मात् परं तस्य अचः परस्मिन् पूर्वविधौ इत्यस्य निषेध कथम् अत्र प्राप्नुमः इति अपि अग्रे चर्चितमस्ति. तद् अग्रे वयम् अग्रिमसप्ताहे पठिष्यामः. अत्र समयः अतीतः इति कृत्वा अत्र स्थगनं कुर्मः. कोऽपि प्रश्नः वा भगिनि? एकः प्रश्नः, तत्र अनचिचा इत्यस्मिन् यरः इति षष्ट्यन्तं किमर्थं न भवति? यरः स्थाने द्वित्वं यरः द्वित्वं भवति इति किमर्थं न वक्तव्यं? न, यरः इति कस्मात् सूत्रात् आगतः? पूर्वस्मात् सूत्रात् आगतः. यरः इति षष्ठी एव अस्ति. षष्ठी एव अस्ति, षष्ठी नास्ति इति न, परन्तु यर् वर्णस्य स्थाने द्वित्वम् इति कथम्? यर् वर्णस्य स्थाने द्वित्वं भवति, किमर्थं न वक्तव्यं तत्र यरः वर्णः द्वित्वं भवति इति किमर्थं न वक्तव्यम्? इत्युक्ते तत्र द्वित्वम् इत्युक्ते द्विवारम् उच्चारणं, तस्मिन् स्थाने द्विवारम् उच्चारणं कथं भवति? एकस्मिन् स्थाने द्विवारम् उच्चारणं कथं भवति? यदा आदेशः यदा भवति तत्र तस्य स्थाने आदेशः, तस्य स्थाने द्वित्वं द्विवारं तत्र आदेशः भवति इति किमर्थं न वक्तव्यं? न, तस्य स्थाने द्वित्वं कथं भवति इति चिन्तयतु, इतोपि तत्र किम् अस्ति इति अग्रिमसप्ताहे वयं पश्यामः, परन्तु एकस्मिन् वर्णस्य एकस्य वर्णस्य स्थाने द्विवारम् द्विवारम् अत्र इत्युक्ते द्वितीयवारं वक्तव्यम्, एकस्य स्थाने द्वितीयवारं कथं वक्तुं शक्यते? इदानीं दकारः वर्तते, तस्य स्थाने दकारः आयाति वा? तस्य स्थाने दकारद्वयम् आगच्छति इति किमर्थं तत्र? तस्य स्थाने दकारद्वयम् आयाति इति न खलु, एकः दकारः वर्तते, अन्यः दकारः आयाति. अन्यः दकारः आयाति, तर्हि एकस्य स्थाने एकः वर्णः तु अस्ति, तर्हि तस्य स्थाने द्वित्वं, तस्य स्थाने द्वितीयवारम् आयाति इति कथं वक्तुं शक्नुमः इति तत्र चिन्तयतु, तत्र कथं वक्तव्यम् इति चिन्तयतु. सम्बन्ध इत्यनेन षष्ठी विभक्ति. अत्र चिन्तनं कुर्मः, अत्र यरः इत्यत्र स्थाने इति वयं वदामः चेत् तस्य स्थाने किमपि स्यात्, परन्तु तस्य स्थाने साक्षात् किमपि न जायते, तस्य पार्श्वे अन्यः वर्णः आयाति, तदेव द्वित्वं खलु? इत्युक्ते यः वर्णः अस्ति सः अपगतः, तस्य स्थाने द्विवारम् आयाति इति नास्ति खलु, तर्हि द्वित्वम् इत्यस्य कः अर्थः इति विषयः खलु. द्वित्वम् इत्युक्ते अहं चिन्तयामि तस्य स्थाने द्विवारम् आगच्छति इति, यदा आदेशः भवति द्विवारम् आगच्छति इति चिन्तयामि, परन्तु तत् सम्यक् अस्ति वा न जानामि, दृष्ट्वा अपि वदामि. इत्युक्ते किमर्थं द्विवारम् आनयनम्? एकवारं तु अस्ति खलु, एकवारं तु अस्ति खलु, किमर्थं द्विवारम् आनयनम्? इत्युक्ते भवती वदति वर्णद्वयम् आदेशरूपेण आगच्छति इति वदति खलु, तदेव मम चिन्तनम् अस्ति. वर्णद्वयं तदेव आयाति इति न, वर्णद्वयं लोके एवम् अस्ति इति कारणात् तत्र वक्तुं न शक्नोतु. उद्युपास्यः इति यद्दकारद्वयं तत्र श्रूयमाणः अस्ति इति कारणात् तत्र एवं वक्तुं न शक्नुमः वा? न, लोके अस्ति इति कृत्वा एवं कथं वक्तुं शक्नुमः? अत्र सूत्रेण किमपि कार्यं जायमानमस्ति खलु, द्वित्वकार्यम् इति अत्र उक्तमस्ति, तर्हि द्वे स्तः इत्यनेन तत्र एकः अस्ति, द्वितीयवारम् आयाति इत्येव अर्थः खलु. तत्र चिन्तयतु भगिनि, अत्र इदानीम् अहम् अधिकं वक्तुं न इच्छामि, परन्तु चिन्तयतु, द्वित्वम् इति यदा वयं वदामः तदानीं किं वयं कुर्मः? द्वित्वम् इत्युक्ते द्वये एकः यः वर्णः अस्ति सः अपगच्छति, तत्र द्वित्वम् इति द्विवारं सः एव वर्णः आयाति इति अस्ति वा? नो चेत् तत्र एकः वर्णः तु अस्ति, द्वितीयवारमेव आयाति वा इति प्रश्नः. अष्टाध्यायी डाट् काम् मध्ये किमपि अस्ति, द्वित्वम् इत्युक्ते एकस्य वर्णस्य स्थाने तस्यैव द्विवारम् उच्चारणम्, एतादृशे द्वित्वे कृते तस्य मूलवर्णः कः, नूतनवर्णः कः, एतादृशं नैव प्रष्टुं शक्यते इति. तत्र ओरिजिनल् कापि इति केवलं नीलेश् महोदयेन उक्तमस्ति, समीचीनं, परन्तु तादृशं तत्र व्याख्यानेषु अस्ति वा इति मम प्रश्नः. नीलेश् महोदयेन एतद् उक्तम्, अहं तत्र विरोधं न करोमि, परन्तु एतादृशं व्याख्यानेषु कुत्रचित् अस्ति वा इति प्रश्नः. आम् तदेव अस्ति पश्यामः किमस्ति. एकस्य वर्णस्य स्थाने तस्यैव द्विवारम् उच्चारणम् इति अत्र उक्तमस्ति, इत्युक्ते वन् लेटर् गोस् अवे एण्ड् इन् द प्लेस् आफ् इट् टु लेटर्स् कम् इति तथा उक्तमस्ति, तथा एव अस्ति वा इति मम संशयः अस्ति. इस् अ प्रोसेस् वेर् वन् लेटर् इस् रीप्लेस्ड् बै इट् टु कापीस् इति तथा उक्तमस्ति. Both occurrences are considered identical in all stress aspects and it's not possible to treat one of these two as original and the other as copy. इति तत्र तेन उक्तमस्ति, नीलेश महोदयेन उक्तमस्ति, समीचीनं. परन्तु व्याख्यानेषु एवम् अस्ति वा इति प्रश्नः, अथवा कुत्र कुत्र दृष्ट्वा एतादृशं लिखितम् इति प्रश्नः, तावदेव. आम् आं सत्यं. अस्तु, तर्हि अत्र स्थगनं कुर्मः. धन्यवादः, नमस्कारः. धन्यवादः धन्यवादः भगिनी. नमस्कारः. नमस्कारः भगिनी. नमस्कारः.